नमस्कारः. अद्य नूतनकरपत्रम् आरभ्यते अस्माभिः. तर्हि भगिनी सर्या भगिनी आरम्भं करोति किं जुहोत्यादिगणे हलन्तदातव्यम् इति? जुहोत्यादिगणे हलन्तदातव जुहोत्यादिगणे चतुर्विंशतिधातवः सन्ति. तेषु षोडशधातवः अजन्ताः, अष्टधातवः हलन्ताश्च. षोडश अजन्तधातवः अस्माभिः पूर्वमेव परिशीलिताः. अधुना अष्ट हलन्तधातवः द्रष्टव्याः. अस्माभिः ज्ञातं यत् यथा सर्वेषु गणेषु कर्तर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा जिहोत्यादिगणे जिहोत्यादिभ्यः श्लुः इत्यनेन शप् श्लुः लोपः भवति. अतः ज्योत्यादिगणे कोऽपि विकर्णप्रत्ययः न दृश्यते. अत्र दत्तमस्ति ज्योत्यादि गणे चतुर्विंशतिधातवः सन्ति, तेषु षोडश अजन्ताः, अष्टधातवः हलन्तधातवः सन्ति. इदानीं हलन्तधातवः परिचय प्रचलन् भवेत्. प्रथमं यदि सार्वधातुकप्रत्यये परे कर्तरि शप् धातोः धातुना सह विहितः अस्ति कर्तरि शप्, तत्र कर्तरि शप् तस्य स्थाने झोत्यादिभ्यः श्लुः इति विकरणप्रत्ययः आगच्छति. श्लु इत्युक्ते लोप, तस्य लोप कस्य भवति, शपलोप भवति तत्र. इत्युक्ते शप् कोऽपि गुण शप् कारणे कोऽपि गुणकार्यं न भवति. अतः ज्योत्यादिघरे कोऽपि विकरणप्रत्ययः न दृश्यते. सो शप श्लु भवति, श्लु इत्यस्मान् अर्थम् अस्ति लोपः, शप् लोप भवति, अतः विकर्णप्रत्यय ज्योत्यादिगणे नास्ति, न दृश्यते. किन्तु कर्तरिष्यते इति एव आयाति. श्लु इति प्रत्ययः इति नास्ति इति मन्तव्यम् इति महोदयः उक्तवान् इति. लोपकार्यमेव, लोपादेशः इति एव अस्ति. तेषाम् अर्थं भवति लोप इति दर्शनं दर्शनं भवति. ज्योत्यादिभ्यः श्लुः इति ज्योत्यादिगणे स्थितेभ्यः धातु भवति. ज्योत्यादि येषां ते ज्योत्याद्यः तेभ्यः ज्योत्यादिभ्यः ज्योत्यादिभ्यः पञ्च्यान्तं श्लु प्रथमान्तं द्विपदं सूत्रम् अधिप्रभृतभ्यः शपः इत्यस्मात् शप इत्यस्मात् अनुवृत्तिसहितसूत्रं ज्योत्यादिभ्यः शपः श्लु. सो विकर्णप्रत्यय ज्योत्यादिभ्यः श्लु इति अस्ति, यत् कर्तरि शप् स्थाने. एकनिमिषं, तदेव अहम् उक्तवती. विकरणप्रत्ययः ज्योत्यादिभ्यः श्लु इत्यनेन नास्ति. विकरणप्रत्ययः तु शपति कर्तरि शप् इत्यनेन विकरणप्रत्ययः आयाति. किन्तु जुहोत्यादिभ्यः श्लु इत्यनेन शपः लोप भवति ज्योत्यादिभ्लु इति सूत्रेण आगत्य. अत्र प्रश्नः वदति यत् लुप् श्लु इत्यनयो भेदकः, द्वाभ्यां प्रत्ययस्य दर्शनम् इति तु अस्ति. लोप इत्युक्ते प्रत्ययः अदृष्ट, परन्तु अदृष्टे सत्यपि कार्यकृते लुप्तस्य प्रभावः तदानीमपि अस्ति. एतत् अर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्. वयं पूर्वमपि दृष्टवन्तः लुक् वा यदि श्लू भवति तस्य भेदं किम् अस्ति तयो मध्ये. यदि लुप् अस्ति तस्य मध्ये प्रत्ययस्य अदर्शनं भवति, किन्तु अदर्शनं भूत्वा तदपि तस्य प्रत्ययस्य लक्षणं तिष्ठति. यथा लुक् भवति शप् इति लुक् भवति, तद् तस्य गुणकार्यम् अपि तिष्ठति प्रत्यय लोपे प्रत्ययलक्षणम् इति सूत्रेण. यदि श्लू भवति अग्रे आगच्छति लुमता नल्लुमता अङ्गस्य तत्र प्रत्ययस्य लोपसहित तस्य कार्यमपि गच्छति. सो तस्य कार्यमपि न तिष्ठति इति सूत्रेण नल्लुमता अङ्गस्य. नमस्ते महोदय. अत्र प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते सति प्रत्ययम् अथवा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिसमासः. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति. श्लू न तथा. प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रयं कार्यमपि न स्यात्. तद्विधायकं सूत्रमस्ति न लुमताङ्गस्य. अत्र न लुमताङ्गस्य यस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्यय आदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययं. लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अतः अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न. तर्हि वयं सामान्यतया पश्यामः यत् लोपः इति पश्यामः तर्हि सामान्यतया लोपः इति कुत्रचित् पश्यामः चेत् तत्र तु प्रत्ययस्य लोपः तु अदर्शनं तु भवति किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य यानि कार्याणि सन्ति तानि सर्वाणि सम्भवन्ति. प्रत्ययलक्षणं तु तिष्ठति एव किन्तु अन्यत्रयः विषयाः सन्ति इत्युक्ते लुक् श्लू लुक् इति त्रयः सन्ति येन न लुमताङ्गस्य इति सूत्रेण यद्यपि तत् अत्रापि लुक् श्लू लुक् यत्र आयाति तत्रापि लोपः अदर्शनम् इति एव आयाति सम्भवति. किन्तु यत्र लुक् श्लू लुक् अस्ति तत्र तु लू इति अस्ति खलु तर्हि तेषां नामकरणमस्ति लुमान्तः इति. तर्हि यत्र यदि प्रत्य लुक् वा श्लू वा लुक् वा भवति चेत् तत्र लुमान् अस्ति इति वदामः. लुमान्तः अस्ति लुमान् अस्ति तर्हि यत्र लुमान् अस्ति कार्यं तर्हि तत्र तु प्रत्ययलक्षणं न तिष्ठति इति अग्रिमपङ्क्तिमपि पठति. अग्रे पठामि वा भगिनि? आम् अग्रिमपङ्क्तिम्. अत्र अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं रूपम् इदं मतु प्रत्ययान्तं. प्रथमाविभक्तौ लुमान् मतुप् प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान्. व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लू लुप् च इति. इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् प्रत्ययलोपे प्रत्ययलक्षणं न भवति. अनुवृत्तिसहितसूत्रं तथैव यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न. अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं. तर्हि अत्र सारांशः एवं यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीं अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. प्रश्नः किञ्चित् अवगतं, किञ्चित् किञ्चित् पश्यामः चेत् उदाहरणार्थं यत्र अदादिगणे शप् इति प्रत्ययः आयाति कर्तरिषप् इति विकरणप्रत्ययः, अनन्तरं तस्य लुक् लुक् इति कार्यं भवति अत्र तत्र अदादिगणे लुक् भवति इति कृत्वा अत्र अदादिगणे इति विकरणप्रत्ययः न सम्भवति, तन्निमित्तिकम् अङ्गकार्यमपि न. अन्यथा पश्यामः चेत् अत्र अत्र तु जुहोत्यादिगणे श्लू भवति, शपः श्लू भवति, शपः श्लू भवति इति कृत्वा दर्शनं भवति, अनन्तरम् अत्रापि श्लू अपि लुमान् अस्ति इति कृत्वा तन्निमित्तिकम् अङ्गकार्यं न सम्भवति. कर्तरिषत् इति नियमे यत्किमपि अङ्गकार्यं विधीयते तत्र तु न सम्भवति. अन्यत्र पश्यामः यत्र वयं सामान्यतया यदि हलन्तधातुः अस्ति चेत् वयं तिङ् प्रत्ययनिमित्त लोटि पश्यामः चेत् इत्यपि प्रत्ययः अस्ति खलु, तिङ् प्रत्ययः अस्ति इत्यपि प्रथमपुरुषे एकवचने, अनन्तरं मध्यमपुरुषे एकवचने अपि सकारः इति प्रत्ययः आयाति. तत्र तु एकः एव प्रत्ययः वर्णः अस्ति, वर्णः अस्ति इति कृत्वा तस्य अपृक्तवर्णः इति अपृक्तप्रत्ययः, अपृक्तप्रत्ययस्य लुक् लोपः भवति तस्मिन् समये यदि हलन्तधातुः अस्ति चेत्. अत्र यद्यपि लोपकार्यम् इति कृत्वा यद्यपि प्रत्ययः लुप्यते लोपः भवति, प्रत्ययस्य लोपः भवति, तदानीमपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अङ्गकार्यानि सम्भवन्ति. उदाहरणार्थं सार्वधातुक अर्धातुक एवं नो चेत् कुरन्तलघुपद्यस्य इत्यादि इत्यादीनि सूत्राणि कार्यं करोति. अत्र तु तादृशं कार्यं न भवति. अस्तु, धन्यवादः. नमस्ते महोदय. नमस्ते महोदय. नमस्ते महोदय. आहत्य आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः, लोपः सम्यक् अदर्शनं विहितं, प्रत्ययस्य लुक् श्लू लुप् लुक् श्लू लुप् इत्याभिः त्रिदिभिः तिसृभिः समीकाभिः आदर्शनं विहितम्. एकनिमिषं महोदय. प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलुप्ते तदादर्शं कार्यं स्यात्, न लुमताङ्गस्य लुमता शब्देन लुमते तन्निमित्तकार्यं न स्यात्. तदेव इदानीं भवान् उक्तवती ज्योत्यादिगणे विकर्णप्रत्ययः सप् आसीत्, अनन्तरं तस्य श्लू अभवत्, लुमता सपः अदर्शनं जातम्, अतः धात्वाङ्गे सप् निमित्तकार्यं निमित्त अङ्गकार्यं न अर्हत्. अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, ज्योत्यादिगणे श्लू अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः. साम्यम् अस्मिन् यत् लुमतान् सन् प्रत्ययलक्षणं न भवति, पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुक् कृते श्लो कृते च. यथा अदादिगणे युतोवृत्तिलुकि उतोवृत्तिलुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रपात्य वृद्धिः भवति, स्लू इत्यनेन तादृशं कार्यं न प्राप्यति. किन्तु श्लोः विशिष्टकार्यमपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति. अत्र प्रमुखकार्यम् इदं ज्योत्यादिगणे विकर्णपते सप् तत् लोपो भवति, अनन्तरं ज्योत्यादिभ्य श्लू इति सूत्रेण, अदादिगणे अपि लोपो भवति, किं भेदः अस्ति द्वयोः इति प्रश्नः उदेति. द्वयोः साम्यमपि अस्ति, भेदः अपि अस्ति. साम्यम् इत्युक्ते लोपः द्वयोः अपि भवति, भेदः एकः अदादिगणे उतोवृत्ति लिखि हलि इति सूत्रेण गुणं प्रपात्य वृद्धिः भवति, परन्तु ज्योत्यादिगणे न भवति तदा अत्र ज्योत्यादिगणे विशिष्टकार्यमस्ति द्वित्वम् इति उक्तम् अत्र. स्लौ परे धातोः द्वित्वं भवति. स्लौ सप्तमी अन्तम् एकपदमिदं सूत्रम् अनुवर्तिसहितसूत्रं स्लौ धातोः द्वे द्वित्वं. ज्वाद्यादिगणे स्लू सर्वेषां धातूनां द्वित्वं भवति. यदा द धातुः ददा, द धातुः ददा, बि धातुः बिबि, हु जुहु इति पाणि तत् उच्चारणमस्ति. वदतु वा अथवा पुनः पठामि. पाणिनीय ज्योत्यादिगणे ददा इति द्वितं भवति. अत्र ह्रस्वसूत्रेण आकारः लोपस्य अनन्तरं ददा इति रूपम्. अनन्तरं दा धातुः तत्रापि ददा इति भवति. अत्र अत्रापि ह्रस्वः इति ददा इति. अनन्तरं एकाचो बसो बस् इति बस् तृतीय दकारः आगच्छति अतः तदा इति. अनन्तरं बि धातुः बिबि इति अतः बिबि बिबि इति अस्ति. अग्रस्व बिबि. अनन्तरम् अत्रापि एकाचो बसो बस् इति सूत्रेण अभ्यासे चर्चा इति निमेव तत्र तृतीयवर्णः ददा इति धादा इति आदौ अनन्तरं ह्रस्वः इति दधा अनन्तरम् अभ्यासे चर्चा इति ददा. महाप्राणं विहाय अल्पप्राणकारस्य विधानम् अस्तु. पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति. श्लौ ज्योत्यादिगणे लिटि चङि लुङ् लकारे सनि चङि च द्वित्वं पञ्चसु स्थलेषु वयं पश्यामः. एकमस्ति जिहोत्यादिगणे, द्वितीय लिट्टि लकार लुङ् लकार चङि इति वयं वदामः. चङि इति प्रत्ययः भवति तत्र, रैट्? चङ् अस्ति. सन् प्रक्या अपि यङ् प्रकरणे तत्र इति भवति द्युतम्. अत्र अस्ति द्वितप्रकरणं. के के सूत्राणि द्वितप्रकरणे आगच्छन्ति तस्य तेषां विवरणमस्ति. एकाचो द्वे प्रथमस्य, यदि धातोः एकाच् अस्ति तस्य प्रथमभाग एकाच् भागस्य द्वितं भवति इति. अजादे द्वितीयस्य, यदि धातो अजादि अस्ति सो द्वितीयभाग प्रथम अचवर्णस्य अनन्तरं भवति द्वितीयभाग, तस्य द्वितं भवति. न निद्रा संयोगादयः इति सूत्रेण द्वितीयभागस्य संयोग यत् अस्ति, संयोगस्य आदि नकार दकार वा रेफ अस्ति, तेषां द्वितं न भवति. पूर्व अभ्यासः इति सूत्रेण यत् द्वितं भवति तस्य प्रथम भागस्य नाम संज्ञा भवति अभ्यासः. उभे अभ्यस्तं द्वयोः संज्ञा भवति अभ्यस्तसंज्ञा. जक्षियादय षट् अदादिगणे जक्षादय जक्षि इति षट् अन्यसूत्राणि अन्य धातवः सन्ति. तेषां द्वितं न भवति किन्तु तेषां स्वभावः अभ्यस्त इति अभ्यस्त इव भवति जाग्र चास् चकास् श्यास् विङि दिहिन् अन्य एकं विश्रमति भगिनी सत् धातव सन्ति चेत् तुजादीनां दीर्घोऽभ्यास्यस्य यदि एतत् छन्दसि अस्ति सूत्रस्य प्रसक्ति यदि तुज् आदौ अस्ति अभ्यासस्य प्रथमस्वरस्य दीर्घः भवति तुजादीनां दीर्घोऽभ्यासः लिटि धातोरनभ्यासस्य यदि अभ्याससंज्ञा द्वितं पूर्वं भवति किन्तु यदि लिट् लकारे यः यः धातोः अभ्यास द्वित्वं न भवति तस्य एव अभ्यासः भवति न तु यस्य द्वित्वं पूर्वं भवति धातोरो अन्य अभ्यासः मीन्स् ये येषां धातूनाम् अभ्यासपूर्वं नास् अस्ति तस्य पुनः अभ्यासः न भवति लिटि अस्तु तथैव सन्यङ्गोपि सन् सनादि अपि यङ् प्रकरणे अपि यदि अभ्यासपूर्वं भवति पुनः सन्निप्रत्यः सन् प्रक्रियायां वा यङ् प्रक्रियायां यङ्ग्लुङ्गन् इति प्रक्रियायां तस्य तेषाम् अभ्यासः पुनः न भवति अत्र निषेधकं नास्ति भगिनि अत्र किं वदति इत्युक्ते लिटि द्वित्वं भवतु इति एव अस्ति लिटि द्वित्वं भवतु यस्य द्वित्वं नास्ति तस्य द्वित्वं भवतु इति भगिनि विपरीतरीत्या वदति यत् द्वित्वम् अस्ति चेत् न भवतु इति पुत्रस्य सारांशः वदति निषेधं न करोति पुत्रं यस्य द्वित्वं नास्ति तस्य द्वित्वं करोतु इति भवतु इति अनेन सूत्रेण अनन्तरं तयोः अपि तत्र तथा एव तनि अङ्गी च द्वित्वं यस्य द्वित्वं नास्ति अभवत् चेत् तस्य द्वित्वं भवतु इति यत् द्वितं पूर्वं भवति तस्य न भवति अतः अन्नभ्यासस्य अस्ति तस्य तु अन्नाभ्यासस्य भागस्य विवरणमस्ति श्लोकं भगिनी अत्र इत्युक्ते अत्र अत्र उदाहरणत्वेन वच् वच् धातुं स्वीकुर्मः चेत् वच् योगः वच् एकाचित् धातुः अतः वच् वच् इति न भवति केवलं द्वित्वं भवति परन्तु अत्र लिटि धातुरनभ्यासस्य इत्यनेन अत्र उवाच इति भवति वा न न भगिनि किम् इत्युक्ते उवाच इति ऊ इति यत् भवति वच् वच् भवच् इति भूत्वा एव उवाच इति आगतं किन्तु लिटि धातोर इत्यनेन यच्छति किमपि उदाहरणार्थं वदतु अत्र दरिद्रधातोः प्रायः लिट् रूपं नो चेत् यत्र सन् अभवत् सन् इत्यस्य नो चेत् यन् इति नूतनधातुः प्राप्नुमः खलु सन् सनि नूतनधातुः यथा प्राप्यते तस्य लिट्लकाररूपे तस्य द्वित्वं न तादृशधातोः लिट्लकाररूपं पुनः रूपे पुनः द्वित्वं न भवति अवगच्छामि धन्यवादः श्लौ इति द्वितं भवति तत्र ज्वात्यादिगणे श्लौ इति सूत्रेण चङि लुङ् लकारे आगच्छति तत्रापि द्वितं भवति दाश्वान् स्वाहानायि दांश इति निषेधसूत्रमस्ति छन्दसि भवति यत्र द्वे धातवः अस्ति दृश् भगिनी अहं न जानामि कथं दाश्वान् कः धातु अस्ति द्राश्वान् अहं तस्मिन् विषये अस्य सूत्रस्य वयं विवरणं न पठितवन्तः. अस्तु, अस्तु, अस्माकम् अधुना का विषयः नास्ति. अस्तु, धन्यवादः भगिनि, बहु सम्यक् उक्तवती, विवरणमपि उक्तवती. इदानीं कृतवन्तः मणिमहोदय, क्षम्यताम्, लक्ष्मी भगिनी किम् आगच्छतु, पठामि वा भगिनि? द्वित्वे जाते इति. द्वित्वे जाते प्रथमभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तं पूर्वोऽभ्यासः. द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः, पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिद इदं सूत्रम्, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, पूर्वः अभ्यासः द्वयोः. अपि च अत्र तथा अत्र भगिनी उक्तवती, अहं चिन्तयामि पूर्वाभ्यासः इति संज्ञासूत्रम्, अत्र द्वित्वस्य अनन्तरं यस्मिन् द्विवारणम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. अत्र दाधातुं स्वीकुर्मः चेत् तत्र द्वित्वं कृत्वा दादा इति भवति. दादा इत्यस्मिन् प्रथम दा दीर्घ आकारम् आकार दा इति अस्ति, स एव अभ्यासः इति वदामः. अत्र सूत्रे पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तम् इति कृत्वा एतत् सूत्रं संज्ञासूत्रं, द्विपदमिदं सूत्रं, द्वे इत्यस्य अनुवृत्तिः, एकाचो द्वे प्रथमस्य इति पूर्वसूत्रात् अनुवृत्तरूपेण द्वे इति आगच्छति. अपि च उभे अभ्यस्तं, द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः भवति. उभे प्रथमान्तं, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्, उभे द्वे अभ्यस्तम् इत्युक्ते अत्र एतत् सूत्रमपि संज्ञासूत्रमेव. भगिनि, अत्र यदा द्वित्वं भवति तत्र द्वयोः समुदायः एव अभ्यस्तम् इति वदामः. इत्युक्ते दादा इत्यस्मिन् दादा इति वर्णद्वयमपि योजयित्वा अभ्यस्तम् इति वदामः. अत्र केवलं द्विपदमिदं सूत्रम् उभे द्वे अभ्यस्तम् अभ्यासकार्यं. तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति. इदं सर्वम् अभ्यासकार्यम् इति उच्यते. आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम. लिटि, लुङ्गि, सनि, यङ्गि इत्येषु अभ्यास अकार्यस्य पुनः न अभ्यासया कार्यस्य पुनः विभजनं भवति. सामान्य अभ्यासकार्यं, विशेष अभ्यासकार्यं च इति. सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते. विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य, यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङ्गि, चङ्गि च. अत्र अन्तिमं वाक्यं न अवगतं भगिनि, परन्तु अत्र अभ्यासकार्यस्य इति उक्तम् अस्ति, अत्र मुद्रणदोषः. अभ्यासया कार्यस्य इति मुद्रणदोषः, अभ्यासकार्यस्य किम् इत्युक्ते यत्र यत्र यत्र वयं द्वित्वकार्यं भूत्वा कानिचन सूत्राणि सन्ति, कार्याणि सन्ति, यत् वयं अभ्यासकार्यम् इति नाम्ना वयं ज्ञास्यामः. अत्र एकस्य इत्युक्ते अभ्यासकार्यम् इति पूर्णतया पश्यामः चेत् द्विविधं भवति. एकमस्ति सामान्य अभ्यासकार्यम्, अनन्तरमस्ति विशेष अभ्यासकार्यम् इति. सामान्य अभ्यासकार्यम् इत्युक्ते यानि सूत्राणि यत्र यत्र द्वित्वं भवति तत्र तत्र सूत्राणां प्रकृतिः आयाति, तदस्ति सामान्य अभ्यासकार्यम्. वा यङि वा सङि वा सर्वत्र सामान्य अभ्यासकार्यमि प्रथमं सम्भवन्ति एव. तदनन्तरं कानिचन सूत्राणि सन्ति ये केवल सनि कृते कानिचन सूत्राणि, अनन्तरं यङि कृते कानिचन सूत्राणि, अनन्तरं श्लू कृते कानिचन सूत्राणि. केवलं श्लू श्लू इत्यस्य कृते एव तस्य प्रसक्तिः अस्ति, अन्यत्र न लब्ध अवकाशः न भवति अन्यत्र इति कृत्वा तानि वयं विशेषकार्यं त्यक्तवन्तः. सो तर्हि अस्माकं चिन्तनं कथं भवेत् इत्युक्ते प्रथमं द्वितं भवति, अनन्तरम् अस्माभिः सामान्य अभ्यासकार्याणि यानि सन्ति तानि क्रियन्ते, अनन्तरं तृतीय उपपादनमस्ति विशेष अभ्यासकार्याणि सन्ति किम् इति द्रष्टव्यम्. सन्ति चेत् तदपि कर्तव्यम्. अस्तु, धन्यवादः, अवगच्छामि. मणिमहोदय भवती पठति चेत् तत्र सामान्य भगिनी पुनः अग्रिमपङ्क्तिमपि पठित्वा भगिनि भगिनी वा अग्रिमं ह्रस्वः हलादिदेशति. अत्र सन्ति प्रमुखसामान्याभ्यासकार्याणि ह्रस्वः हलादिः शेषः शर्पूर्वाहखयः कुहोश्चुः बुरत् अभ्यासे चर्च इति सामान्य अभ्यासकार्यसूत्राणि. अभ्यासकार्याणां कृते अत्र षट् सूत्राणि दत्तानि, अत्र विवरणमपि अत्र दत्तमस्ति, पठामि वा? केवलं ह्रस्वः अभ्यासस्य अचुवर्णः ह्रस्वः स्यात्, अपि च अत्र अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः. भगिनी भवता एव वक्तव्यं भगिनि. उदाहरणार्थं दा इति दातु द्वित्वं कुर्मः श्लौ इत्यनेन द्विपकार्यम् अस्ति, तर्हि द्वित्वं भूत्वा किं भवति दा दा इति प्रथमं सोपानं द्वित्वं भूत्वा. अनन्तरं वयं किं कुर्मः, अधुना द्वित्वस्य अनन्तरम् अस्माभिः किं कर्तव्यं, सामान्य अभ्यासकार्याणि कर्तव्यानि खलु. तर्हि सामान्य अभ्यासकार्ये इति पश्यामः चेत् तत्र तु प्रथमकार्यमस्ति ह्रस्वः इति. अनेन किं भवति, दा दा इति स्थितौ अभ्यासस्य यदि दीर्घ वा प्लुतवर्णः वा अस्ति चेत् तस्य तु ह्रस्वं भवति, इत्युक्ते ददा इति अङ्गं भवति, तदेव ह्रस्वः इति. अभ्यासस्य अचुवर्णस्य ह्रस्वः इति, दादा इति अङ्गं ददा इति भवति इति ह्रस्वः इति. अत्र किम् इत्युक्ते अत्र सामान्य अभ्यासकार्याणि सन्ति तत्र तु अस्माभिः सूत्रसङ्ख्या क्रमः एतत् सर्वं न द्रष्टव्यानि, केवलम् आरम्भतः अन्तपर्यन्तं वयं कुर्मः चेत् किमपि यत्किमपि रीत्या कुर्मः तत्र तु भेदः न वर्तते इति कृत्वा समस्या आवश्यकता. मणिमहोदय अग्रे पठति. हलादिशेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अप्रेषां हलां लोपः, हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तरिपदं सूत्रम् अनुवृत्तिसहितसूत्रम् अभ्यासस्य अङ्गस्य अभ्यासस्य हलादिशेषः द्वितीयस्य अनन्तरं हल् वर्णः प्रथमः हल् वर्णः लोपो भवति, अन्य हल् अन्य तिष्ठति अन्य वर्ण हल् वर्णः लोपो भवति इति सूत्रेण उक्तम्. आदिमः इत्युक्ते आदौ, यः न तु प्रथमः, अधः अजादि धातोः द्वित्वं क्रियते चेत् आदौ अचुवर्णः न तु हल् वर्णः इति कारणतः हलादिशेषः इत्यनेन अभ्यासे अभ्यासे सर्वेषां हल् वर्णानां लोपो भवति अट् अट् अट् अट् महोदय अत्र पूर्वम् एकवर्ण एकपदम् अट् अस्ति द्वितीयशनन्तरम् अट् अट् पूर्वं सिद्धः अट् एव द्वितीयम् अभ्यासकार्यम् इति तेन पूर्वसिद्धः टकारः अस्ति अन्यम् उदेक्ष्यते दत् अभ्यासेन दत् एव लोपो भवति महोदय सन्देहः अस्ति आदिमवर्णस्य एव हलादिशेषः इति आदिमवर्णः एव शिष्यते अन्तिम अन्ये हल् वर्णाः लुप्यन्ते इति अजादि अस्ति चेत् महोदयेन अत्र उक्तम् अजादि धातोः द्वितीयं प्रयते चेत् अस् अस्ति स्थितौ अत्र तु आदौ अच्वर्णः न तु हल् वर्णः अस्ति इति कृत्वा हलादिशेषः इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपः भवति अत्र वयं हलादिशेषः इति सूत्रस्य सामान्यतया पश्यामः चेत् उदाहरणार्थम् अस्माकं प्रथमधातुः अस्ति बस् स तु हलादिः अस्ति तर्हि बस् बस् इति स्थितौ किम् अस्ति बस् बस् अधुना अभ्यासे अभ्यासस्य कति हल् वर्णाः सन्ति बकारः अस्ति सकारः अस्ति खलु तर्हि बकारस्य बकारं शिष्यते सकारस्य सकारः अपगच्छति हलादिशेषः अनेन प्रथमः हल् वर्णः तिष्ठति अन्ये हल् वर्णाः लुप्यते किन्तु यदि अजादि अस्ति चेत् किं भवति एकः एव हल् वर्णः अस्ति अत्रापि अट् इति एव हल् अट् इति स्थितौ अट् इति प्रथमभागः तस्य अभ्यासभागः तस्य तु एकः एव अल्वर्णः अस्ति चेत् अपि तस्य सकारस्य लोपः लोपः भवति कलादिशेषः इत्यनेन अत्र किम् इत्युक्ते आदिमप्रथमवर्णः शते हल् अन्ये हल् वर्णः लुप्यन्ते इति धन्यवादः महोदय कोहोच्युः अभ्यासे कवर्गस्य कवर्गीयस्य हकारस्य च स्थाने चौर्ग आदेशः भवति तत्र स्थाने अन्तरत्तम इति परिभाषासूत्रेण उच्चारणसाम्यवशात् हकारस्य स्थाने जकारः तदा अभ्यासे सचेत् ज स्थाने जकारः कुहोचु त्वर अभ्यास अनुवर्तितसूत्रम् अङ्गस्य अभ्यासस्य कुहोचुः अत्र कवर्गीयं कः हकारः स्थाने चौर्य आदेशः स्थानेन्तरतम इति सूत्रेण हकारस्य चौर्गीयं भवति हकारस्य जकारः भवति अनन्तरं जकारस्य अभ्यासे सचेतनेन जकारः भवति तृतीयजकारः स्थानेन्तरतम एकनिमिषं महोदय अत्र हलादिशेषं तत्र मया वक्तव्यम् आसीत् एवं वक्तव्यम् आसीत् अट् अट् इति स्थितौ अत्र च टकारः अस्ति खलु अभ्यासस्य एक एव अल् अल्वर्णः अस्ति टकारः किन्तु स च टकारः आदिमः टकारः नास्ति आदिमः हल्वर्णः नास्ति आदिमः वर्णस्तु अत्र अकारः अस्ति स च टकारः आदिमः हल् वर्णः इट्स् नाट् द फस्ट् केरेक्टर् इति कृत्वा तत्र लिप्यते तस्य तु अदर्शनं भवति महोदय पुनः वदतु न अटत् इति स्थितौ अटत् इति स्थितौ प्रथमभागः अभ्यासभागः पश्यामः चेत् एक एव अल्वर्णः अस्ति तत्तु सत्यं तकारः एव अस्ति किन्तु तत्तु तकारः आदिमः वर्णः वर्णः नास्ति इट्स् नाट् द फस्ट् लेटर् इन् दि ग्रूप् रैट् इट्स् द सेकेण्ड् लेटर् प्रथमवर्णः तु आदिमः वर्णः तु अकारः अस्ति इति कृत्वा हलादिशेषः इति न यत् हल् वर्णः आदौ नास्ति अन्येषां सर्वेषां हल् वर्णानां लोपः भवति यदि हल् वर्णः अस्ति चेत् आदौ भवति चेत् तिष्ठति नो चेत् सर्वे अपगच्छति सर्वे हल् वर्णः लोपः अपगच्छन्ति धन्यवादः महोदय स्थाने अन्तर्तमः प्रसङ्गम् अवलभ्यं तुल्यपदम् आदेशे भवति स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदं सूत्रम् उरात् प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति अभूषस्यान्दम् प्रथमान्तद्विपदं सूत्रम् अनुवृत्तिशतसूत्रम् अङ्गस्य अभ्यासस्य उः अत् यत्र अभ्यासे ऋवर्णः अस्ति अत्र उः भवति ऋकारस्य ऋस्थाने अत् आदेशः भवति अभ्यासे ऋकारस्य षष्ट्यन्तं पदमस्ति उः इति धन्यवादः तदा अस्तादेशः भवति चेत् सर्वदा रेपः पुरन्रपरः इति रेपः पर्यायाति आम् महोदय अभ्यासे सच्च अभ्यासे जलस्थाने जश् चर् च आदेशो भवत् स्थानेऽन्तर्थम् इति परिभाषासूत्रेण उच्चारणसमये सत् हस्थाने जस् अपि च है स्थाने चर् अनुवर्तितसूत्रम् अभ्यासे जलां जस् चर् च संहितायाम् अत्र जल्वर्णस्थाने जकार जस् आदेशः अभ्यासे सच् इति अनन्तरं है खरिच इति सूत्रेण कै स्थाने चर्र आदेशः भवति इति दत्तम् अत्र महोदय उदाहरणार्थम् अत्र भगिन्या यथा उक्तं धा धातोः कृते धा धा इति महाप्रणधकारः अस्ति धा धा इति अनन्तरं ह्रस्वः इत्यनेन ध धा इति भवति तदनन्तरम् अभ्यासे चर्चयति अनेन धकारस्य महाप्राणधकारस्य स्थाने अल्पप्राणधकारः आम् महोदय पूर्वं मिस्टेकन् एकच बसो बसि इति सूत्रं मनसि कदाचित् क्षम्यतां सरलभगिनी उक्तवती तत्समये अहं न अवगतवान् भवान् उक्तवती तत्समये एव अवगतवान् धन्यवादः महोदय मम अपि कदाचित् तथा भ्रमः केन सूत्रेण इति बेत्र तु समानकार्यं खलु इति धन्यवादः महोदय पुष्पा भगिनी पठितुं स्वागतं भगिनि भगिनी अहं न पार्टिसिपेट् न कर्तुं शक्नोमि किं न शक्नोमि सरल भगिनी एतावत् पर्यन्तं क्लेशः नास्ति खलु भगिनि भगिनी कथ अजन्तदातवः इति पाठः न पठितवती पाठं न पठितवती म्यूटेड् अस्ति भगिनि अहमेव म्यूट् कृतवती एकनिमिषं म्यूट् करोमि श्रूयते अभ्यासे चर्च इति सूत्रे दत्तम् अस्ति झष् स्थाने झष् आगच्छति तत्र गच्छामि खय् स्थाने चर् आदेशः भवति खय् प्रत्याहारे चर् अन्तर्भूतः अस्ति न सत्यं तदेव अस्ति तदेव अस्ति यत्किमपि पुनः उदाहरणार्थं अल्पप्राणवर्णः अस्ति चेत् पुनः अल्पप्राणवर्णः एव पुनः आयाति इति तत्र तु भेदः न वर्तते खलु केवलं महाप्राणवर्णः अस्ति चेत् एव तत्र भेदः आयाति अस्तु अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति प्रथमं विकर्णप्रत्ययः निमित्तकम् अङ्गकार्यं तथा धातुविकर्णप्रत्यययोः मेलनं द्वितीयः अस्ति तिङ्प्रत्ययसिद्धिः तृतीयतिङ्प्रत्ययः निमित्तकम् अङ्गकार्यं तदा अङ्गं तिङ्प्रत्ययोः मेलनं जिहोत्यादिगणे अपि तथा किन्तु द्वित्वम् अभ्यासकार्यं च अपि स्तः द्वित्वस्य निमित्तं श्लुः अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति तिङ् या वा कृत् वा भवतु तर्हि आहत्य ज्योत्यादिगणे कार्यसक्रम एतादृश प्रथमं सार्वधातुकलकारेषु तिङन्तप्रत्यय पदस्य कथं निर्माणम् अस्ति तस्य त्रीणि सोपानानि सन्ति प्रथमं भवति विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं तदस्ति धातुविकर्णप्रत्ययोः मेलनं तद् यथा सार्वधातुकप्रत्यये परे यदि कर्तरि शप् आगच्छति तद् भवति, किन्तु अत्र पुनः आगच्छति तत्र तदनन्तरं सिंहप्रत्ययसिद्धिः तृतीयसोपानम् अस्ति, अङ्गकार्यं धातुविकरणप्रत्ययो मेलनम् अङ्गं भवति अङ्गकार्यं, तस्य अपि तिङ्प्रसिद्ध सिंहप्रत्ययतयोः मेलनम्. ओके, ज्योत्यादिगणे किं भवति, तस्य प्रथमं शप् विधीयते कर्तरि शप् इत्यनेन, द्वितीयशप् स्थाने श्लू भवति, श्लौ इत्यनेन धातोः द्वित्वं भवति, सामान्य अभ्यासकार्यम् अभ्यस्तोत्तरप्रत्ययः अस्य निमित्तं ह्रस्व हलादिशेष कुहोश्चु उरत् अभ्यासे चर्च इति, विशेष अभ्यासकार्यं श्लू अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे, एकं निजां त्रयाणां गुणः श्लौ अङ्गकार्यं तिङ् च कृत् च निमित्तम्. अत्र जुहोत्यादि गणे प्रक्रिया किं भवति, प्रथमं धातो सह कर्तरि शप् विधीयते, तदनन्तरं शप् स्थाने श्लू आगच्छति जुहोत्यादि श्लू इत्यनेन, तदनन्तरं शप् श्लू भवति, श्लौ इति सूत्रेण द्वित्वं भवति, तस्य अनन्तरं सामान्य अभ्यासकारं भवति, यस्य अभ्याससंज्ञा अस्ति तत्र अभ्यास तत्र ह्रस्व हलादि शेष कुहोश्चु उरत् अभ्यासे चचति, पञ्च षट् सूत्राणि सन्ति, तेषां किं कार्यं भवति, यथा दादा धातु अस्ति तत्र आकारस्य ह्रस्व आगच्छति हलादिशेष अनेन हलन्त प्रथम हलन्तं तिष्ठति, अन्य हलन्त पद् वर्णानां लुप्तं भवति, कुहोश्चु इति ककारवाहक हकारस्य स्थाने च वर्गीय वर्णा आगच्छन्ति, उरत् अस्ति तत्र ऋकारस्य स्थाने अत् आगच्छति, अभ्यासे चर्चयति सूत्रेण झल् स्थाने चर् आदेशः भवति वा जशा तृतीयवर्णः आगच्छति. विशेष अभ्यासकार्यं श्लू भवति, सामान्य अभ्यासकार्यं भूत्वा तदनन्तरं कानि विशेषकार्याणि सन्ति तेषां प्रति ये सूत्राणि ज्योत्यादिगणे अस्ति, निजां त्रयाणां गुणः श्लौ इति, अङ्गकार्यं तिङ् यात्र च निमित्तं यदि भवति तत् यदि तिङ् वा कृत् मेलने का सन्धिकार्यम् आगच्छति तत् भवति. तर्हि षट् सोपानानि सन्ति इति स्मर्तव्यम् अस्माभिः. आं, प्रत्येकं धातोः सोपानं कृत्वा षट् सोपानानि कृत्वा वयं पश्यामः अग्रे अपि पठति किं भगिनि. विकर्णप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातु विकर्णप्रत्ययो मेलनं, विकर्णप्रत्ययः निमित्तकम् अङ्गकार्यं नास्ति यत् शप् विकर्णप्रत्ययः श्लू भवति, श्लुः तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति, तच्च तृतीयसोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव, तदर्थम् अभ्यासकार्यमपि तत्रैव. अत्र विकर्णप्रत्ययो मेलनं जुहोत्यादिगणे विकर्णप्रत्यय शप् आगच्छति, तस्य श्लू भवति, श्लू भूत्वा तस्य न लुमत्ता अङ्गस्य कोऽपि कार्यं न भवति, विकर्णप्रत्ययः नास्ति तत्र शाक. तदनन्तरं श्लौ इति सूत्रेण द्वित्वं भूत्वा अभ्यासकार्यं निमित्तं ये सोपानानि सन्ति ते क्रमेण आगच्छन्ति, तदनन्तरं तिङ्गप्रत्ययसिद्धिः आगच्छति इति. धन्यवादः भगिनि. अस्तु, तिङ्प्रत्ययसिद्धिः जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति, परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः. अत्र सर्वम् इमे द्वे कार्ये स्तः, सर्वत्र इमे द्वे कार्ये स्तः. अदभ्यस्तात् अभ्यस्तसंज्ञकः धातुत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रं. छोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः. अयनो योनीयः, अहं न जानामि सूत्रं. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्. अपि च अग्रे पठामि वा भगिनि? केवलं यत् इत्युक्ते सामान्यतया वयम् अन्त इति आयाति खलु, अन्ति इति प्रथमा विभक्ति बहुवचने अन्ति इति आयाति. अनन्तरं लोटि तु अन्तु इति, किन्तु यत्र अभ्यस्तसंज्ञक अस्ति चेत् तदनन्तरं जकारस्य स्थाने अत् इति कृत्वा सामान्यसूत्रमस्ति जोन्तः इति, किन्तु जोन्तः प्रबाद्य अत्र तु अत् आदेशः भवति इति कृत्वा बहुवचने लति बहुवचने अति इति सिद्धति प्रत्ययः. अनन्तरं लोटि अतु इति सिद्धति प्रत्ययः. इत्युक्ते ददति, ददतु, ददतु. तदेव अवगच्छामि. अग्रे पठामि वा? धन्यवादः भगिनि. अत्र ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत् संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक झि प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम्. अहं पूर्वं श्रुतवती अत्र प्रथमतया हलन्त्यम् इति सूत्रम् आगच्छति. अत्र हलन्त्यम् इत्यनेन अत्र सकारस्य इत्संज्ञकः भवति स्म, परन्तु न विभक्तौ तु स्मः इति सूत्रेण, निषेधकसूत्रेण तत्र सकारस्य इत्संज्ञा न भवति, अतः न विभक्तौ तु स्मः इति निषेधकसूत्रम् अस्ति इति अहं श्रुतवती. अत्र तस्य अन्वयः कथं भवति अत्र? किम् इत्युक्ते अत्र अत् इति आदेशः अस्ति खलु, किमर्थम् अत् इत्यस्य किमर्थं तकारस्य लोपः नास्ति अथवा किम् इति प्रश्नः. किन्तु अत्र महोदयेन कृतम् इत्युक्ते अत्र इति आदेशः विभक्तिसंज्ञकः अस्ति. किमर्थम् इत्युक्ते जी प्रत्ययस्य अवयवः अस्ति इति कृत्वा विभक्तिसंज्ञक इति. सामान्य आदेशः अस्ति चेत् धातोः आदेशः अस् इति आदेशः आयाति. तत्र सर्वं विकरणप्रत्ययस्य आदेशः, तादृश आदेशः आयाति चेत् वयं तकारस्य लोपः भवति खलु हलन्त्यम् इति प्रत्ययः सामान्यतया. आं तथा भवति, किन्तु अत्र विभक्तिसंज्ञक अस्ति इति कृत्वा तस्य लोपः न भवति. हलन्त्यम् इत्यस्य कार्यं नास्ति, न विभक्तौ तु स्मः इति. तस्य हलन्त्यम् इति सूत्रस्य सूत्रं बाधितं भवति, अपि च न विभक्तौ तु स्मः इत्यनेन तत्र तकारस्य लोपः न भवति. किमर्थं चेत् तत्र विभक्तिस्य इति सूत्रेण तस्य विभक्तिसंज्ञकः भवति वा अत्र? विभक्तिसंज्ञकः इति अस्ति. अवगच्छामि. अग्रे पठामि वा? अद्यस्तात् अन्यप्रश्नः आसीत् किं विभक्तौ तु स्मः इत्युक्ते अत्र क्लेशं किमपि पश्यति किं भगिनि? किञ्चित् अवगतं, पुनः ध्वनिमुद्रणम् एकवारं श्रुत्वा अवगन्तुं प्रयत्नं करोमि. अदर्थ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झस्थाने अत् आदेशः, अतः लटि झि अति न तु अन्ति लोटि झि अतु न तु अन्तु यदा भवती उक्तवती तथा एव अत्र झोन्तः इति सूत्रेण अन्ति भवति स्म परन्तु अत्र अदभ्यस्तात् इति सूत्रेण तथा न भवति झि इति स्थाने अति आगच्छति लट् लकार बहुवचनरूपे अत्र भगिनी अत्र सिङ्ग् सिद्ध सिङ्ग् प्रत्ययः फोर् इति भागस्य तृतीयकरपत्रमस्ति खलु सिङ्ग् सिद्ध सिद्धेः च लङ् लकाराणां च समग्रदृष्टि तस्मिन् करपत्रे महोदय प्रथमं सूत्रमस्ति उपदेशे अजननासिकः इति अस्ति अनन्तरं तस्यैव अनुवृत्तिः एव आयाति हलन्त्यम् इति सूत्रं हलन्त्यम् इत्यवत् वदति उपदेशे अन्त्यं हल् इति स्यागति तर्हि अनन्तरं तस्यैव साक्षात् अनन्तरमस्ति न विभक्तौ तु स्मः तर्हि न विभक्तौ तु स्मः इति सूत्रे हलन्त्यम् इत्यतः हल् इत्यस्य अनुवृत्तिः आयाति अनन्तरम् उपदेशे अनुवृत् अर्जुननासिकः इत्यस्मात् इत्यस्यापि अनुवृत्तिः आयाति इति कृत्वा उपदेशे विभक्तौ अन्त्याः हलः तु स्मः न इतः इति पूर्णसूत्रम् अनुवृत्तिः आयाति न विभक्तौ तु स्मः इति सूत्रे तर्हि तदेव अस्ति हलन्त्यम् इति किं वदति हल् वर्णस्य इत्संज्ञा भवतु इति संज्ञा इति हलन्त्यं सूत्रम् अस्ति अत्र तु न विभक्तौ तु स्मः किं वदति चेत् यदि विभक्तिसंज्ञकः चेत् तस्य अन्तिमहल् वर्णः यदि तु अनन्तरं सकारः वा मकारः वा अस्ति चेत् तस्य इत् न भवतु इति इत् न स्यात् धन्यवादः तदपि लक्ष्मी भगिनी अपि यदि सुबन्तप्रक्रिया भवति तत्र अपि एतत् सूत्रस्य प्रसक्तिः भवति सुप्रत्ययः तत्र सुप्रत्ययं बहुवचने मन्ये द्वितीया विभक्ति बहुवचने मन्ये तत्र तु किमस्ति अमौक्षस् सुऔजस् अमौक्षस् सुऔजस् आमां तत्रापि बहुवचने अस्य कार्यं न भवति इति अनन्तरम् अत्र किमस्ति आम् इति आयाति खलु अस्माकं लोटि प्रत्ययः सिद्धतिं प्रत्ययः आम् इति अस्ति तत्रापि मकारस्य लोपः हलन्ति न भवति भवति न भवतु स्मः सिङ्गन्तप्रत्यय अपि विभक्ति इति अन्तर्भूतम् अस्ति सिङ्गन्तप्रत्यय विभक्त्या अन्तर्भूतम् अस्ति सिङ्गन्तप्रक्रिया किम् उक्तवती विभक्ति किं वदति विभक्तिसंज्ञक् न अस्ति तत्र न केवलं सुबन्तपद सामान्यतया सुबन्तपद कृते वयं विभक्ति पदं योजयामः किन्तु सिङ्गन्तप्रत्यय कृते वयं विभक्ति न वदामः अत्र विभक्ति सुष्मा इति सूत्रे तिङन्तप्रक्रिया अपि सुबन्तप्रत्यय द्वौ अन्तर्भूताः सन्ति तस्य न केवलं सुबन्तकृते परन्तु सिङ्गत प्रक्रिया कृते अपि तस्य प्रसक्तिः अस्ति यद् यत्र सकारवर्गीय सकार वा मकार आगच्छति तेषाम् अन्तिमय अस्ति तस्य न निषेधः भवति बाधस्य भवति हलन्त्यस्य बाधकं भवति यथा अल्यन्तम् इत्यनेन अन्तिमवर्णस्य लोपः भवति न विभक्तौ तु स्म तस्य यदि विभक्ति न केवलं सुबन्तप्रत्यय विभक्ति अपि तिङन्तप्रत्यय प्रति प्रक्रियायां एते वर्णाः यदि सन्ति अन्तिमे तेषां लोपः न भवति सकारवर्गीय सकार वा मकारवर्णः यदि सन्ति अस्तु भगिनि तर्हि उदाहरणं भगिनी, अहं श्रुतवती न केवलं सुबन्तप्रत्ययानां विषये, तिङन्तप्रत्ययानां विषये अपि, तिङन्तप्रत्ययाः अपि विभक्तिश्च इति सूत्रेण विभक्तिसंज्ञकाः भवन्ति इति श्रुतवती. तदर्थम् अत्र न विभक्तौ तु स्मः इति कार्यं न करोति. कार्यं करोति, ओ करोति, हलन्तं कार्यं करोति, कार्यं करोति इत्युक्ते हलन्त्यम् इत्यनेन हल् वर्णस्य इत् हल् वर्णस्य इत्संज्ञा भवितुम् अर्हति, परन्तु न भवति, अनेन सूत्रेण न भवति. अत्र विभक्तिसंज्ञकाः इति वदामः चेत् तत्र जालपुटे पश्यामि, विभक्तिश्च इति सूत्रेण सुप् अनन्तरं तिङ् प्रत्ययः उभयोः अपि विभक्तिसंज्ञा प्राप्नुवन्ति इति. अनन्तरम् अन्यत् सूत्रमपि अस्ति इति प्राप्तिशो विभक्तिः इति. अनेन अपि केचन प्रत्ययाः सन्ति ये विभक्तिसंज्ञकाः इति संज्ञा प्राप्नोति, विभक्तिः इति संज्ञा प्राप्नुवन्ति इति सूत्रद्वयं वर्तते इति. अस्तु, धन्यवादः भगिनि. अग्रेपि अग्रिमसूत्रमपि पठित्वा सिजभ्यस्तविदिभ्यश्च णित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्ययस्य स्थाने जुषादेशो भवति. अत्र अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च णितः लस्य झोः जुस् अहं नावगच्छामि भगिनि. अत्र अत्र किम् इत्युक्ते लिट्लकारस्य अवस्थायाम् इत्युक्ते लङ्लकारे सिच् प्रत्ययात् तत्तु अधुना अस्माकं कार्यं नास्ति. तत्र लङ्लकारे किमित्युक्ते लिट्लकारस्य इत्यनेन लङ्लकारस्य अभ्यस्तसंज्ञकधातोः अनन्तरं नो चेत् विद्धधातोः अपि तथा एव द्वयोः अपि द्विप्रत्ययस्य स्थाने जुस् आदेशः अस्ति. समानकार्यमस्ति, अदभ्यस्तात् इति यथा अस्ति तथा एव अत्र अपि अभ्यस्तसंज्ञकात् अत् आदेशः जी प्रत्ययस्य स्थाने. अत्र तु लङ्लकारे यत्र लिङ् नित् अस्ति, लङ्लकारः नकारः अस्ति खलु, तर्हि लङ्लकारः तु नित् अस्ति इति कृत्वा लङ्लकारे जी प्रत्ययस्य स्थाने जुस् आदेशः भवति इति कृत्वा जुस् इत्यस्मिन् अत्र अत्रापि यदि भक्तवतु स्मः इत्यनेन सकारस्य लोपः न भवति, जि इत्यस्य तु लोपः भवति छुटु अनेन सूत्रेण. तर्हि उकारः तिष्ठति, उ इस्थिति तिष्ठति, उ इति स्थितौ अनन्तरं ससृशलुः करस्य करसानियो विसर्जनीयः इति न उपु इति तत्र प्रत्ययः प्राप्नुमः, प्रत्ययं प्राप्नुमः. तर्हि सिजभ्यस्तविदिभ्यश्च इत्यनेन लङ्लकारे बहुवचने प्रथमपुरुष एकव प्रथमपुरुष बहुवचने प्रत्ययः अस्ति उहु इति चुस्सादृशः इति कृत्वा उहु इति प्रत्ययः. धन्यवादः. तर्हि सूत्रद्वयं वर्तते, अभ्यस्तसंज्ञकदातवः सन्ति चेत् किं प्रत्ययस्य निमित्तिकं सूत्रद्वयं वर्तते, अदभ्यस्त इत्यनेन अस् आदेशः जी स्थाने अस्, तत्तु सामान्यतया कुत्र भवति इत्युक्ते सर्वत्र भवितुम् अर्हति इत्युक्ते दृष्टिः सर्वत्र पतति इति कृत्वा सर्वत्र प्रसक्तिः अस्ति. यत्र लङ्लकारे लट्लकारे प्रथमपुरुष बहुवचने, अनन्तरं लोट्लकारे प्रथमपुरुष बहुवचने, लङ्लकारे अपि प्रसक्तिः अस्ति किन्तु तद् प्रभाद्य सुजभ्यस्त विदुभ्यस्त इत्यनेन जि स्थाने जुस् आदेशः भूत्वा उहु इति कृते प्राप्नुमः. तर्हि अत्र तु ददुः इति रूपं भवति खलु बहुवचने. आं भगिनि, धन्यवादः. अस्तु भगिनि, महोदय पठतु. अधः आहत्य अभ्यस्तसमीकधातूनां कृते सर्वधातुकलकारेषु सिद्धतिङ् प्रत्ययः एते जुहोद्यादिगणे एते एव योजनीयाः. प्रश्नपदि तीतः अति, शीतः मी वहमः लोट्लकारे तु ता ताम् अतु हि ता तं त आनि आव आम लङ्लकारे त ताम् उः स तं त अं व म विधिलिङ्गे यात् यातां युः याः यातं यात यां याव याम आत्मनेपदीपदीरूपेण ते आते अते से आते द्वे ये वहे महे लोट्लकारे ताम् आताम् अताम् स्व आताम् द्वम् ऐ आवहे आमहे लङ्लकारे त आताम् अत ताः आताम् द्वम् ई वहि महि विधिलिङ्गे ईत ईयाताम् ईरन् ईताः ईयाताम् ई द्वम् ईय ईवहि ईमहि आम् प्रति आदेशे कश्चित् विशिष्टस्थित्यां तेषु सिद्धतिङ् प्रत्ययेषु केचन परिवर्तन्ते अयं विकारः प्रत्यादेशे इति उच्यते प्रश्नपदि लोठि हु जल्पो हेदि हू धातु जलन्देभ्यः धातुभ्यः च हि प्रत्ययस्थाने दि आदेशो भवति अनुवृत्तिसहजसूत्रं हू जल्पोः अङ्गेभ्यः हि आदेशः अत्र लोट्लकारे जल् धातोः जलन्धधातोः अथवा हू धातोः स्थाने हि आदेशः हि प्रत्यये परे इति अत्र उक्तं महोदय परस्मैपदस्य लङि अपृक्त एकाल् प्रत्ययः यस् प्रत्ययस्य एकाल् अल् तस्य अपृक्तसमीका भवति एकाल् कर्मधारयः अनुवृत्ति अपृक्तप्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदं सूत्रं सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः एकः वर्णः अस्ति तत् अपृक्तः इति उच्चामः इति हल्याभ्योः दीर्घा हल्याभ्योः दीर्घासुरस्य अपृक्तं हल् हलन्दात् दीर्घ अन्तात् दीर्घपन्तात् चु सुतीसि इत्येषाम् अपृक्तसमीकस्य हलः लोपः अनुवृत्तिसत्सूत्रं दीर्घात् हल्याभ्योः हल्याभ्योः सुदिश्च अपृक्तं हल् लुप्तः हल्याभ्योः दीर्घातिसूत्रेषन् सुतीसि अपृक्तवर्णः लोपः भवति इति अत्र उक्तं महोदय चिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनम् अस्मिन् सोपाने सर्वे प्रथमं तिङ्प्रत्ययः निमित्तकम् अङ्गकार्यं तदा एव सन्धिकार्यम् अङ्गकार्यम् अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम् अस्मिन् पाठे सर्वे हलन्तः अतः सर्वे सार्वधातुकप्रत्ययो इत्यस्य प्रसक्तिः नास्ति एव स्वयं स्मर्त्यां सूत्रार्थम् एवम् इगन्धधातोः अनन्तरं सार्वधातुके अथवा आर्धधातुकप्रत्ययः अस्ति चेत् तर्हि इगन्धम् अङ्गस्य गुणः भवति अत्र यदा भू शप् भो शप् भो योः अह तादृशकार्यम् अस्मिन् पाठे न कुत्रचित् भविष्यति यतोहि धातुः हलन्तः इगन्धः अत्र न एव भवति परन्तु अस्मिन् पाठे कुत्रचित् उपायां लघु इक् वर्तते अतः तादृशेषु स्थलेषु बोधनलघुदेश चैतन्येन उपायां गुणकार्यं यथा विशिष्योः इति बोधनलघुदेशेन विशेष भवति सन्धिकार्यं स्वेष्टि इति अन्य च कुत्रचित् विशेष कश्चित् विशेषधातुना विशेषकार्यं विशेष अङ्गकार्यं भवति यदा बस् धातु कशि बसोर् इत्यनेन उभधा लोपो भवति अत्र गुणकार्यं किमपि कार्यं न भवति हलन्तधातु मध्ये सूत्रेण परन्तु गुहन्दलभूते सूत्रेण उभधा अहम् इकवर्णः अस्ति चेत् गुणः अत्र भवति तदेव द्विश् योः इत्यनेन अत्र लघुदेश इत्यनेन द्वेष् योः ति इति भवति अनन्तरं स्नास्तुः इति सूत्रेण द्वेष्टि इति रूपं भवति सन्धिकार्यं यदा तिङ्प्रत्ययस्य निमित्तम् अङ्गकार्यं समाप्तं तदा अङ्ग तिङ् प्रत्ययोः मेलनं क्रियते. यदा मेलनं भवति तदा कस्मिन् कश्चित् सन्धिकार्यस्य प्राप्तिः अस्ति चेत् अस्मिन् समये क्रियताम्. अधुना एव पूर्वतनेषु हल् सन्धिपाठेषु यत् हलन्दसन्धिकार्यम् अधीतं तत् साधनीयं. कानिचन प्रसिद्धानि सूत्राणि मनसि स्युः. सर्वेषु लकारेषु इमानि अधः स्थाने सूत्राणि प्रवर्तन्ते. देयं यत् इमानि सर्वाणि त्रिपाद्यां सन्ति. अधः पूर्वसूत्रासिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम् अपि च परसूत्रं चेत् परकार्यं नामयन्तु. सूत्रसंज्ञाक्रमेण प्रथमम् आयाति तस्य कार्यं पूर्वं भवति. अधः सूत्रक्रमेण सर्वाणि दर्शितानि अत्र. सम्यः अध्यस्य लोपः परस्य पठामि वा महोदय सूत्रम्? संयोगस्य लोपः यस्य पदस्य अन्ते संयोग अस्ति चेत् अस्ति तस्य पदस्य अन्तिमवर्णः लोपो भवति. अनुवृत्तिसदसूत्रं संयोगस्य पदस्य लोपः पदस्य अन्ते संयमस्ति चेत् पदान्तकार्यं पदान्तकार्यम् अतः पदान्तस्य अन्तिमवर्णः लोपो भवति. पदम् अस्ति चेत् एव अत्र संयोगः अस्ति चेत् तत्र लोपः भवति. महोदय पुनः वदतु किं पदान्ते संयोगः अस्ति चेत् तस्य पदान्तस्य अन्तिमवर्णस्य लोपः. बीच सकारस्य लोपो भवति दकारादिप्रत्यये परे. दि शब्दमन्तं च व्यपदं द्विपदं सूत्रम् अनुवृत्तिसदसूत्रं दि च सस्य लोपः. दि सकारः दि अस्ति दि अस्ति चकारस्य परे चेत् सकारस्य लोपो भवति दि चेति सूत्रेण. लोपो भवति दकारादि प्रत्यये परे. धन्यवादः. अष्टमध्यस्य द्वितीयपादे संयोगस्य प्रथमसद्यस्य सकार ककार वा चेत् संयोगस्य प्रथमसद्यस्य लोपो भवन्ति न त द्वितीयसद्यस्य झलि पदान्ते च. अनुवृत्तिसहितसूत्रं संयोग्यादौ कौ लोपः झलि पद्यस्य अन्ते च. यदि संयोग अन्ते अस्ति पदान्ते अस्ति वा झलि परे अस्ति निमित्तं अङ्गस्य वा धातोः अन्ते संयोगः अस्ति तस्य संयोगस्य पूर्व वर्ण सकार वा ककार अस्ति तस्य लोपः भवति न तु अन्तिम वर्णस्य. चोः कुः अष्टमध्यायस्य द्वितीयपादे चोः कु च वर्गस्य स्थानिकवर्ग आदेशः भवति पदान्ते झलि च. चो अनुवृत्तिसहितसूत्रं चोः कु झलि पदस्य अन्ते च. निमित्तमस्ति झलि वा पदान्ते अस्ति परे च वर्गीयस्य स्थाने कवर्गीयस्य वर्णाः आगच्छन्ति. तदनन्तरं वश्य भ्रश्च सृज मृज यज राज भ्राज जच्छां च. व्रश्य भ्रश्य सृज मृज यज राज भ्राज छकारान्त शकारान्त तेषां धातूनाम् अन्तिमवर्णस्य स्थाने मूर्धन्यशकार आदेशो भवति झलि पदान्ते च. अनुवृत्तिसहितसूत्रं व्रश्य भ्रज सृज मृज यज राज भ्राज जशां च झलि पदस्य अन्ते च. एतां सूत्रस्य अपि झलि वा पदस्य निमित्तम् अस्ति. एते धातव यदि अस्ति व्रश्य भ्रज सृज मृज यज राज भ्राज छकार तेषाम् अन्ते अस्ति तस्य स्थाने मूर्धन्यशकार आदेशः आगच्छति. झलान् जशोन्ते पदान्ते झल् स्थाने जश् आदेशः भवति. पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति. यदि पदम् अस्ति वा अन्ते तस्य परे कोऽपि वर्णः नास्ति, पदान्तस्य अन्ते अस्ति, झल् वर्णः अस्ति, तस्य स्थाने तृतीयसदस्य आगच्छति, जष् आदेशः भवति तस्य वर्णस्य। षडो कहसि द्वितीय अष्टमदस्य द्वितीयपादे सकारे परे षकारस्य ढकार या ककारो आदेशः भवति। अत्र सकारनिमित्तम् अस्ति सकारप्रत्यये परे, यथा सि इति वयं पश्यामः से इति मध्यमपुरुषे आगच्छति लट्लकारे, षकार वा ढकार अन्ते अस्ति तस्य स्थाने ककार आदेशः भवति। नश्चापदांस्य झलि इदानीं तृतीयपादे अस्ति अष्टमध्यासे, पदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारस्य आदेशो भवति झलि परे। निमित्तं झलि अस्ति अपदान्त नकार वा मकारस्य अनुस्वारः भवति झलि परे। आदेशप्रत्ययो पुनः अष्टमध्यासे तृतीयपादे आगच्छति, एन् प्रत्याहारात् कवर्गीय वा परे अपदान्त आदेशरूपी प्रत्ययो अवयो वा सकार अस्ति चेत् तस्य सकारस्य स्थाने शकार आदेशो भवति। एको आदेश अनुवर्तिसहितसूत्रम् एको आदेशप्रत्ययो अपदान्तस्य मूर्धन्यस्य संहितायां नुवि विसर्जनीयश्वभावे अपि यदि इन्को इन् प्रत्याहारे इन् प्रत्याहारे इ ऊर् ल ए ओ ए औ हय वर ल इति वर्णा आगच्छन्ति तस्य पूर्वम् अस्ति सकारपदे अस्ति तत् सकारस्य स्थाने मूर्धन्यषकार आदेशः भवति, अपदान्ते अस्ति इति यदि अपि नुवसर्जनीय अस्ति अपि अस्ति तस्य अनुवृत्ति तस्य रसाभ्यां नो न समानपदे रत्वम् इति इदानीं चतुर्थपादे आगच्छति, रेफ वा षकार वारिकारस्य साक्षात् परे नकार अस्ति तस्य नकार मूर्धन्यनकार आगच्छति रत्वं भवति। अत्कुप्वाङ् नाम यु वाये अपि अष्टमदासचतुर्थपादे रसाभ्यां नो समानपदे तस्य अनुवृत्तिः भवति, यदि नकार वा रकार शकार मध्ये एते वर्णा अत् प्रत्याहारे ये वर्णाः सन्ति कवर्गीय पवर्गीय आङ्नुम् इति वर्णाः आगच्छन्ति तत्र अपि नकारसनत्वं भवति। श्नाष्टुः इति सूत्रेण दन्त्यसकारसत्तवर्गीय स्थाने मूर्धन्यषकार आगच्छति सवर्गीयस स्थाने योजनेन अष्टमध्यासे चतुर्थपादे। झलान् झष् झषि अष्टमध्यासे चतुर्थपादे झलान् स्थाने झष् आदेशः भवति झषि परे, संहितायां सन्धिकार्यमस्ति, झल् स्थाने यदि झष् वर्णस्य परे अस्ति तत् झल् स्थाने झष् तृतीयवर्ण आदेशः भवति। खरि च अष्टमध्यासे चतुर्थपादे झल् स्थाने चर् आदेशः भवति खरि परे, झल् स्थाने खरि इति प्रथमसदस्य आदेशः भवति, वर्गीयस्य प्रथमसदस्य आदेशः भवति। अनुस्वारस्य यै परसवर्ण अष्टमध्यासे चतुर्थपादे अनुस्वारस्य स्थाने परसमनो आदेशः भवति यै परे, अनुस्वारस्य यै परसवर्ण संहितायाम् इति यदि अनुस्वारः अस्ति यै प्रत्याहारे एव नास्ति तस्य वर्गीयस्य पञ्चमवर्ग अनुस्वारस्य स्थाने आगच्छति। वावस्थाने अवसाने झल् विकल्पेन वा आदेशः भवति, अनुवृत्तिसहितसूत्रम् अवसाने झलान् चरो वा इति भवति, विकल्पेन यदि अवसानस्थायाम् अन्ते झल् वर्ण अस्ति तस्य च जस्वं भवति वा चर् आदेशः भवति इति. झरो झरि सवने हल् उत्तरस्य झर विकल्पेन लोप समनझरि परे हल् झर अनुवृत्तिसहितसूत्रं हल झर लोप अन्यतरस्यां सवने झरि सहितायाम् इति. यदि हल् उत्तरस्य झर् वर्णः अस्ति तस्य परे पुनः झर् वर्णः अस्ति तस्य पूर्ववर्णस्य लोपः भवति विकल्पेन इति सद्धिकार्यस्य सूत्राणि सन्ति. ज्योत्यादिगणे अष्टसु हलन्त्य धातेषु त्रय अद् उपदधातव चत्वार इदि उपदधातव एक अद् उपदधातु चेत् वयं पूर्वं दृष्टवन्तः अष्टधातव हलन्त्यधातव सन्ति तेषां त्रय अदुपदा धातव उकार उपधायाम् अस्ति चत्वार इद् उपधा इकार उपधायाम् अस्ति एक उद् उपधा धातु उकार एकम् अत्र अदुपदधातवः त्रयः अदुपदधातवः सन्ति भस भस् धन धन् जन् जन जन् इति. अत्र भस भस् धातुः भगिनी अत्र अकारः इति संज्ञकवर्णः भवति वा लौकिकधातुः भस् परस्मैपदी भत्सनदीप्त्योः इत्यस्मिन् अर्थे द्वित्वम् अभ्यासकार्यं च. भस् धातुः श्लौ इति सूत्रेण भस् भस् इति भवति हलादिशेषः इति सूत्रेण भभस् इति भवति अभ्यासे च इत्यस्मिन् बभस् इति अङ्गं भवति. इत्युक्ते अत्र जुहोत्यादिगणीयधातुः भस् प्रथमतया कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः आगच्छति अपि च जुहोत्यादिभ्यः श्लुः इति सूत्रेण तत्र द्वित्वं शप् लुक् भवति शप् लुक् भवति अपि च श्लौ इति सूत्रेण द्वित्वं भवति अतः भस् भस् इति रूपम् आगतम्. अनन्तरं हलादिशेषः इत्युक्ते अत्र अनेन सूत्रेण अत्र प्रथम अत्र भस् इत्यस्मात् सकारस्य हल् वर्णस्य लोपः भवति अतः भभस् इति रूपम् आगतम्. अनन्तरम् अत्र अभ्यासे चर्चा अहं सम्यक् न अवगतवती भगिनी, परन्तु अत्र महाप्राणभकारस्य स्थाने अल्पप्राणबकारं बकारः आगतः अतः अन्तिमं रूपम् अङ्गमस्ति भभस् इति अङ्गम् आगतम्. अभ्यासे चर्चा सूत्रं पश्यति चेत् अत्र किम् उक्तमस्ति जलां भगिनी भगिनी अहं पुनः एकवारं ध्वनिमुद्रणं कृत्वा प्रयत्नं करोमि भगिनी. अत्र अस्तु भगिनि केवलम् इत्युक्ते भवत्याः कृते प्रथमवर्णः वा आयाति इति अभ्यासस्य प्रथमवर्णः वा तृतीयवर्णः वा एव तत्र इति अत्र बहून् प्रश्नान् पृच्छामि चेत् भवत्याः कृते बहु प्रयासः भवति तद् पृच्छामि. अस्माकमपि पुनरालोकनं भवति नास्ति चिन्ता भगिनि, किमपि प्रश्नः कृते केवलं यदि चतुर्थवर्णः अस्ति चेत् तत्र तृतीयवर्णः याति नो चेत् द्वितीय वर्गीयव्यञ्जनानां द्वितीयवर्णः चेत् प्रथमवर्णः साक्षात् कार्यमिति पश्यामः चेत् अग्रे अपि पठति किं भगिनि अङ्गकार्यमिति अत्र अङ्गकार्यं हलाद्दिक्षु, उपधायाम् अकारः, लघु इक् इति न, अतः किमपि कार्यं नास्ति. बभस् योगः ति, केवलं वर्णमेलनेन बभस्ति इति रूपम् आगतम्. अजादिपित्सु, उपधायाम् अकारः, लघु इति न, अतः किमपि कार्यं नास्ति, अतः बभस् अङ्गम्, अपि च आनि इति योजनेन बभसानि, अत्रापि केवलं वर्णमेलनं. हलाद्यपित्सु, अपित्सु, घसि भसोर् हलि च इति सूत्रेण उपधायाः लोपः. अत्र बभस् योगः तः, अत्र तः इति तः अपि च ति आनि एते सिद्धतिङ्गप्रत्ययाः वा? तदेव. अस्तु, बभस् योगः उत्तमपुरुषप्रथमं पठानि, पठाव, पठामः, तथा बभस् योगः तः. अत्र बभस् योगः तः सन्धिकार्यं चुक्त. अत्र सूत्रं वर्तते घसि बसोर् हलिष इति सूत्रेण अन्तिम उपधा यत् वर्णः अस्ति तस्य अकारः तस्य लोपः भवति, भस्तातोः उपधावर्णस्य लोपः भवति. उपधातुः अकारः अस्ति इति कृत्वा भकारोत्तरः अस्ति, अकारः अस्ति इति कृत्वा तत्रैव तर्हि भक्स् इति अङ्गम्. अनन्तरं सन्धिकार्यम् अजादि इति हलादि अपि स्वपि समानविषयः दसि दशोर्ष इति सूत्रेण कार्यं भवति. उपधावर्णस्य लोपः अग्रे पठितुम् इच्छति चेत् पठितुम् इच्छताम् मणिमहोदय. घसि बसोर् हली च सन्धसि गस् बस् अन्योः अनयोः उपधायाः लोपो भवति. अजादौ हलादौ च इति नीति परे अनुवृत्तिसहतिसूत्रम् अङ्गस्य उपधायाः लोपः अचि हली च इति नीति. अचि अपि हलन्त अपि चेत् अपि कति नीति चेत् अस्य उपधाः लोपो भवति इति उक्तम् अत्र सूत्रेण. सन्धिकार्यं बबस् योहतः घसि बसोर् कलि च बबस् योहतः जलौ जलि इति सकारस्य लोपो भवति. बब् बब् इति बब् योहतः जसस्व दोदः इति सूत्रेण बब् योः दः जलां जसि जस् जलां जस् जसि इत्यनेन बब् योः तः बब् दः इति रूपं भवति. बबस् योः अति घसि वसोर् घसि बसोर् हलि च इति सूत्रेण बब्स योः अति खरि च इत्यनेन चत्वं बप्सति इति रूपं भवति. देयं यत् अत्र अति हलादि नास्ति अतः स लोपः न भवति. मकारः मकारः च प्रत्यपर्य अपि तदा बबस् योः वः बप्स्तः इति. महोदय पठामि अन्य वा? जलो जलि जल् उत्तरस्य चकारस्य लोपो भवति जलि परे. अनुवृत्तिसदसूत्रं जलः सस्य लोपः लोपो भवति. बस् धातोः तिङन्तरूपाणि सुधनार्थं समूह त्रयं वर्तते. प्रत्ययः पित् तत्र उभधा लोपः न भवति. प्रत्ययः अपित् हलादि उभधा लोपो भवति. स लोपो भवति आं जलादिभिः अपित् जलादिः. प्रत्ययः अपित् किन्तु हलादिः न उभधाः जलादि महोदय प्रत्ययः जलादिः क्षम्यतां महोदय किन्तु जलादिः न उपधयः भवति स लोपः न भवति. अग्रेषु सदस्य लकारेषु तिङन्तरूपाणि वक्तव्यानि अपरे परिदत्तानां नियमः मध्ये यदि जलादि अस्ति चेत् अपि जलादि अस्ति चेत् गति बसोर्हली च अनन्तरं जलोजलि द्वयोः अपि प्रसक्तिः इति कृत्वा उपधालोपः सकारलोपः अपि भवति. किन्तु यदि अजादि अस्ति चेत् केवलं गति बसोर्हली च इत्यस्यैव प्रसक्तिः, तर्हि उपधालोपः भवति किन्तु सकारस्य लोपः न भवति. उपधालोपः उभयत्र भवति किन्तु सकारस्य लोपः एव द्रष्टव्यम्. जलोजलि इति सूत्रेण यदि जलादि अस्ति चेत् जलोजलि अनेन सकारस्य लोपः भवति, अजादि अस्ति चेत् जलोजलि इति रूपाणि विषयः दृष्टवन्तः खलु. महोदय एव आरम्भं करोति किं महोदय? प्रथमपुरुष रूपाणि वदति महोदय. बभस्योः ति अत्र पित्तस्य, अतः किमपि कार्यं न भवति महोदय. बभस्योः ति बभस्ति इति, अनन्तरं तः पित्त अपित्तस्ति, अतः कितिनिति प्रत्यपरे गसीबसोर्हली च इति सूत्रेण बधः लोपो भवति, अतः बब्स् योः तः. इदानीं जलजलि इति सूत्रेण जलि अस्ति, जल् सकारः लोपो भवति, अतः बब्योः तः. अनन्तरं तः जसस्व दोधः इति सूत्रेण तकारस्य दकारः भवति, बब्योः तः. जलाञ्जसि इति अल्पप्राणं भवति, बब्बयोः दः बब्धः इति रूपं भवति. अनन्तरम् अन्ति अन्ति अन्ति नास्ति खलु अत्र, अदपि स्थात् इत्यनेन धन्यवादः. अत् आदेशः अधः अति इति रूपम्, अति अपि कितिनिति, अधः गशीबसोर्वसौ इति सूत्रेण बधः लोपो भवति, अधः बब्स् बब्स्योः अति बब्सति इति करिष्यति सूत्रमपि कार्यं करोति. अत्र बब्सति प्रथमपकारः आगच्छति, अतः बब्सति इति रूपं भवति महोदय. सि मध्यं पठं वदामि वा महोदय? क्षम्यता, भगिनी स्वीकरोति किम्? लटि रूपाणि बबस् योग सि इति मध्यमपुरुषे एकवचने, सि पित् अस्ति अतः कोऽपि कार्यं न भवति, केवलं वर्णमेलं भवति. घसि बसोः तस्य कार्यं न भवति कारण कि सकारस्य पूर्व अकार अस्ति, झलि नास्ति, अतः तस्य कार्यं न भवति. सो बभस् इति भवति. अथ पित् नास्ति तस्य प्रत्ययः इति कृत्वा उपधालोपः न भवति. उपधालो दशिबसोर्हलिष इति, परन्तु महोदय उक्तवान् अकार अपि नो, जलोजलि तस्य कार्यं न भवति, तस्य जलोजलि तस्य कार्यं सकारजलि अस्ति, किन्तु सकारस्य पूर्वम् अकार अस्ति, तत् झलि नास्ति, तस्य जलोजलि तस्य कार्यं न भवति. घसि बसोः च इति अपित् अस्ति, तस्य कार्यं न भवति ततः. तदनन्तरं थः इति अपित् अस्ति, इति वति परे तत् घसि बसोहल् हल् घसि बसोर्हलि च इति सूत्रेण उपधायाम् अकारस्य लोपः भवति, भप्स इति भवति, भप्सयोगत्थः. इदानीं झलो झलि इति सूत्रेण सकारस्य लोपः भवति, कारणं कि सकारस्य पूर्वं भकार झलि अस्ति, तस्य परे थकार अपि झलि अस्ति, सो सकारस्य लोपः भवति, बब् योगत्थः इति भवति. इदानीं थकारस्थाने झषस्ततो धरति सूत्रेण बकार झष् प्रत्यारे अस्ति तस्य निमित्तं भूत्वा थकारस्य धकार भवति भव् योग ध इदानीं ध झष् प्रत्यारे अस्ति भ इति तस्य स्थाने झष् आदेशः भवति सो भव् ध इति भवति बब्धः थ इति समानक्रिया बब्धः इति भवति भगिनी अहं कर्तुं न शक्नोमि भगिनि भगिनी अस्तु मी इति पित् अस्ति पुनः कसि बसुः तस्य कार्यं न भवति वर्णमेलनम् एव भवति बभस्मि इति भवति वकार अपित् अस्ति किति विति परे तस्य घसि बसोः लच् इति सूत्रेण अकारस्य लोपः भवति वक्स इति भवति वकार इति झलि नास्ति अतः झलो झलि तस्य कार्यं न भवति इदानीं भस् इति सकार खरि अस्ति भकारस्य स्थाने खरि च इति सूत्रेण भकारस्य प्रथमवर्ण प आगच्छति सो बप्स इति भवति तथैव मकार अपि तस्यै भवति भस्म इति भवति तत्र धन्यवादः केवलं भगिनी लक्ष्मीभगिनी अत्र महोदय अत्र उक्तवान् खलु अत्र अङ्गकार्यम् इति भ्रातोः अङ्गकार्यम् इति चत्वा अत्र हलादि पित्सु अजादि पित्सु इति हलादि अपित्सु अजादि पित्सु तदेव अस्माभिः क्रियते यदि वयं पश्यामः यदि प्रत्ययः अपित् अस्ति चेत् वयं यत्र महोदय अत्र उक्तवान् केवलं वर्णमेलनम् इति उक्तवान् अनन्तरं हलादि अपित् अस्ति चेत् अजादि अपित् गसिबसोर्हलि चेत्यनेन प्रथमं तदा लोपः भवति अनन्तरं सन्धिकार्यम् इति महोदय सन्धिकार्यमपि उक्तवान् तदेव वयम् अत्र कुर्मः करपत्रे यत् लिखितमस्ति तदेव प्रत्येकं दातुं क्षम्यतां सिङ्ग् प्रत्ययमपि स्वीकृत्य वयं तावत् एतावत् पर्यन्तमेव कृतवन्तः खलु आं भगिनि परस्यः तर्हि विरमामः धन्यवादः धन्यवादः भगिनि नमस्कारः शुभरात्रिः शुभरात्रिः